नमस्सर्वेभ्यः. अस्माकं किं निजन्तप्रयोगे प्रयोज्यकर्तुः कर्मत्वम् इति विषये वयम् अभ्यासं कुर्वन्तः स्मः. अद्य अनुवर्तयामः. कुतः पर्यन्तं कृतवन्तः गतसप्ताहे इति वदामि. सा नृपं गानं श्रावयति इति पर्यन्तं गतसप्ताहे कृतवन्तः आसम्. अद्य कृष्णः तेन वृक्षम् आरोहयति इत्यतः आरम्भं कुर्मः. प्रथमं अस्माकं मीना भगिनी वदति खलु? आं भगिनि. कृष्णः तेन वृक्षम् आरोहयति. रुह् इति धातु अस्ति तत्र. रुह् धातु गति बुद्धि दीर्घसूत्रे तत्र उक्तं नास्ति. तत्र गतिबुद्धिप्रत्यवसानार्थशब्दकर्म अकर्मकाणाम् अपि कर्तासनौ इति सूत्रेण सूत्रे तत्र रुक् इति धातु न उक्तमस्ति. तस्मात् तस्य प्रसक्तिः नास्ति, कर्मत्वं न भवति. तस्मात् दोषः अकर्मकधातुः अस्ति. अकर्मकधातुः अपि नास्ति. तस्मात् नास्ति खलु वृक्षम् आरोहयति इति अस्ति. तदास्ति. तस्मात् तत्र वाक्यं शुद्धमेव. कृष्णः तेन वृक्षम् आरोहति इति वाक्यं शुद्धं. वृक्षम् इति शुद्धवाक्यमेव. कर्मणि प्रयोगे अपि कर्तरि ञन्तप्रयोगे कर्तरि शुद्धवाक्यं सः वृक्षम् आरोहति. कर्मणि शुद्धवाक्यं तेन वृक्षम् आरुह्यते. कर्मणि अत्र अन्य ञन्तवाक्यं कृष्णेन सह वृक्षम् आरोह्यते. अत्रापि वार्तिकप्रसक्तिः नास्ति. तत्र कृष्णेन सह वृक्षम् आरोह्यते इति वाक्यम् न सत्यं. रुह् धातु तु अकर्मकः इति अस्ति. धातु अकर्मकः इति अस्ति. आरोहयति इति निजन्तप्रयोगे तु भवति एव. निजन्तमस्ति. कोऽपि किमपि कारयति इत्यर्थे भवति चेत् तत्र अकर्मकः भवितुमेव न अर्हति. परन्तु रुह् धातु बै इट्सेल्फ् अकर्मकः इति अस्ति. आरोहयति इति अत्र अस्ति. कर्तरी अन्यन्तावस्थायां वाक्यं वदतु. कर्तरी अन्यन्तावस्थायां सः वृक्षम् आरोहति. सः वृक्षम् आरोहति. कर्मणि तेन वृक्षम् आरुह्यते इति चिन्तयामि. वृक्षः आरुह्यते. तेन वृक्षः आरुह्यते इति न कर्तरिप्रयोगे अत्र 3-3-1-1 एव खलु. तेन वृक्षं तत्र वृक्षः आरुह्यते वा? तत्तेन वृक्षः आरुह्यते. वृक्षः इति पुल्लिङ्गं. तेन वृक्षः आरुह्यते. सः वृक्षम् आरोहति. शुड् नाट् बि देर् अल्वा. आरुह्यते आरोहति इति कर्मणि किल. शुद्धकर्मणि तेन वृक्षः आरुह्यते. सत्यं न कर्मणि तु सत्यं. कर्तरिप्रयोगे सः कर्तरिप्रयोगे सः वृक्षम् आरोहति. तत्र अकर्मकः इति अस्ति. परन्तु रुह् धातु आ इति उपसर्गपूर्वकः रुह् धातोः का गतिः? गति अस्ति इति चिन्तयामि. तत्र गति इति भवति न आरोहते. तत्र प्रायशः आ इति उपसर्गस्य योजनेन कर्मत्वं भवति इति मन्ये. केवलं रुह् अस्ति चेत् अकर्मकः. सत्यं सत्यं गति अस्ति अधिकतेन. अस्तु तर्हि पुनः एकवारं आल् द फोर् सेण्टेन्सेस् वदति वा भगिनी. कृष्णेन वृक्षम् आरोह्यति इति दत्तम् किल. प्रथमं कर्तरी अन्यन्तावस्थायां सः वृक्षं सः वृक्षम् आरोहति सः वृक्षम् आरोहति. पुनः ण्यन्तावस्थायां ण्यन्तावस्थायां तत्र शुद्धमेव वाक्यं तत्र कृष्णः तेन वृक्षम् आरोह्यते आरोह्यति आरोहयति आरोहयति. कृष्णः कृष्णः तं वृक्षं तम् इति भवति. तत्र वाक्यं वाक्यम् अशुद्धम् अस्ति. कृष्णः तं वृक्षम् आरोहयति इति भवति. मम मनसि शुद्धवाक्यम् इति चिन्तयामि. किमर्थं तं किमर्थं सा कर्म कर्मत्वमस्ति समीचीनमस्ति यत् विजयलक्ष्मी भगिनी उक्तवती तत् समीचीनमस्ति भगिनी. गति कृष्णः तं वृक्षम् आरोहयति वा प्रयोजकर्तुः कर्मत्वं प्राप्नोति किल. गति गतिबुद्धिप्रत्यवसान गति अस्ति न गति रुक् दातु गति ऋक्तु अकर्मकः परन्तु आरोह्यति इति गति भवति न तत्र आरोहति इति आरोहति इति गति अस्ति. तेन कारणेन प्रयोज्यकर्तुः कर्मत्वं प्राप्नोति. यत् भगिनी उक्तवती तत् समीचीनमेव तम् इति समीचीनं तम् इति एव सौण्ड्स् रैट्. कृष्णः तं वृक्षम् आरोहयति. कर्मणि प्रयोगे तेन वृक्षः वदतु तेन किं किं किं वाक्यं भगिनि. कृष्णकर्मणि शुद्धकर्मणि शुद्धकर्मणि तेन वृक्षम् आरुह्यते. वृक्षं न भवति वृक्षः इति भवति. वृक्षः वृक्षः 311 किल तेन वृक्षः आरुह्यते आरोहति रुक् दातु रुक् यते रुह्यते किल आरुह्यते. सत्यं ण्यन्तकर्मणि ण्यन्तकर्मणि कृष्णेन सह वृक्षम् आरोह्यते. तत्र विकल्पद्वयं भवति कृष्णेन कृष्णेन सह वृक्षं न तं अथवा कृष्णेन तं वृक्षः आरोह्यते अथवा कृष्णेन सह वृक्षम् आरोह्यते. अत्र वाक्यद्वयम् अस्ति वा प्रसक्तिः अस्ति वार्तिकेन प्रसक्तिः अस्ति वा वार्तिकस्य प्रसक्तिः. कर्मपदं द्वयम् अस्ति कर्तरिप्रयोगे अतः कर्मणि प्रयोगे कर्मद्वयमस्ति गतिबुद्धिप्रत्यवसान इत्यनेन कर्मत्वं भवति चेत् वाक्यद्वयं भवति भवति एव. कर्मपदं द्वयम् अस्ति चेत् विकल्पद्वयं भवति खलु. तत्र कारिकया विकल्पद्वयं भवति कर्मत्वं गतिबुद्धि इत्यनेन कारिकया किन्तु तत्र कर्मत्वं गतिबुद्धि इत्यनेन भवति किन्तु कारिका निर्धारं करोति यत्र विकल्पः भवति यत्र न भवति इति. गत्यर्थकधातुः अस्ति चेत् विकल्पः न भवति. गत्यर्थक इति स्वीकुर्मः चेत् एकमेव प्रयोगः तत्र केवलं कृष्णेन प्रयोज्यकर्तुः एव कर्मत्वं न तु कृष्णेन सह वृक्षम् आरोह तत्र प्रयोज्यकर्तुः कर्मत्वम् एव तिष्ठति. कृष्णेन तं वृक्षः आरोह्यते इति भवति. तं तम् इत्येव भवति वा. हा तम् एव प्रयोज्यकर्तुः तेन इति दत्तं तत्र तम् इति अस्ति तदेव संशयः अस्ति इदानीं मम ओके न गत्यर्थः तु प्रथमः अस्ति, यदि प्रथमः अस्ति तर्हि सः अस्ति। केनापि सूत्रेण वा वार्तिकेन वा प्रयोज्यकर्तुः कर्मत्वं विहितं चेत् प्रयोज्यकर्तुः कर्मत्वं भवति, तदानीं प्रयोज्यकर्ता प्रयोज्यकर्म भवति। अतः प्रयोज्यकर्ता एव कर्म भवति, न तु वृक्षः। सत्यं सत्यं सत्यं कर्मत्वं तदनन्तरं विकल्पस्य कृते कारिका। विकल्पः नास्ति चेत् विकल्पः तत्र कारिकया विकल्पः विहितं भवति। दट् इस् ओन्लि फार् बुद्धि प्रत्यवसानार्थ एण्ड् तदेव बुद्ध्यर्थक भक्षार्थक शब्दकर्मकाणाम् एव, नो चेत् तत्र प्रयोज्यकर्तुः एव कर्मत्वं भवति विकल्पेन। प्रयोज्यकर्तुः अतः सः इति भवति, न तु वृक्षः। सः वृक्षम् इति सः सः भवति वा तम् इति भवति खलु? नो, इट् इस् कर्मणि प्रयोगः। नो, कर्मणि प्रयोगे मुख्यकर्म अस्ति न, मुख्यकर्म प्रयोजक कर्म एव प्रथमविभक्तौ भवति खलु। प्रयोज्यकर्तुः वृक्षः नास्ति खलु? प्रयोज्यकर्तुः वृक्षः नास्ति, तत् प्रयोज्यकर्तुः एव प्रथमविभक्तौ भवति खलु कर्मणि प्रयोगे। सत्यं सत्यं, कृष्णेन सह इति भवति। सत्यं एतत् दिस् रुः धातु किञ्चित् संशयः अस्ति भगिनी। सत्यं तत्र गत्यर्थके भवति वा इति अपि मम मनसि गतिबुद्धिः इति सूत्रस्य प्रसक्तिः नास्ति इति चिन्तयामि। अत्र रुहुधातुः अकर्मकः अस्ति, रुहुधातुः अकर्मकः अस्ति, अतः तत्र गतिबुद्धिः इति सूत्रेण एव अत्र कार्यं करणीयं। गतिबुद्धिः प्रत्येव सामान्य चिन्ता मास्तु, अग्रिमकक्षायां पृच्छामः रुहुधातुः विषये। अग्रे अग्रिमवाक्यं कुर्मः, अग्रिमवाक्यं कः करोति और् का करोति? शोभा भगिनी भवत्येव करोतु। अस्तु भगिनि, कौरवाः पाण्डवान् वनं गमयति इति वाक्यं तत्र शुद्धमस्ति वा? गमयन्ति गमयन्ति, कौरवाः पाण्डवान् वनं गमयन्ति, तत्र वाक्यं शुद्धम् अस्ति वा इति प्रथमः प्रश्नः। गम् इति धातुः गत्यर्थकधातुः अस्ति, अतः गतिबुद्धिप्रत्यवसानार्थ इति सूत्रेण तस्य प्रयोज्य तर्हि तत्र प्रथमं पाण्डवाः वनं गच्छन्ति इति कर्तरिप्रयोगे, इत्युक्ते पाण्डवाः इति प्रयोज्यकर्तारः भवन्ति, शुद्धकर्मणि वाक्यं भवति पाण्डवैः वनं गम्यते इति। पाण्डवाः इति प्रयोज्यकर्तारः इति अस्ति इति कृत्वा, गम् इति धातुः गत्यर्थकधातुः अस्ति इति कृत्वा, गतिबुद्धिप्रत्यवसान इति सूत्रेण प्रयोज्यकर्तुः अथवा कर्ताराणां तत्र कर्मत्वं भवति, अतः तत्र कौरवाः पाण्डवान् इदानीं निजन्तप्रयोगे कौरवाः पाण्डवान् वनं गमयन्ति इति शुद्धमस्ति, पाण्डवान् इति कर्मत्वं भवति। कर्मणि इदानीं कर्मणि कौरवैः प्रयोज्यकर्तुः कर्मत्वम् अभवत् इति कृत्वा तत्र कौरवैः पाण्डवान् वनं गमयन्ति, अस्तु तत्र कथं भवति? गमयते इति भवति, वनं पाण्डवैः वनं गम्यते, कौरवाः गमयन्ति, अतः गमयन्ते इति भवति। न न, तत्र कर्मणि गमया नन्तरं गम्यन्ते, गम्यन्ते गमयते एव, तदेव गमयते इति भवति, डबल् यकारः भवति। हा, डबल् यकारः भवति, गमया तदनन्तरं यक् गमयते इति भवति, गमयते वनम् इति तत्र पाण्डवान् पाण्डवान् गमयन्ते इति भवेत् एकस्मिन्, किं तत्र गम् गत्यर्थकधातुः प्रयोज्यकर्तुः कर्मत्वम् एव भवति इति कृत्वा पाण्डवान् इति तत्र उक्तकर्म भवति, एकसंशयः पाण्डवान् इति प्लूरल् अस्ति नो इसलिये कौरवैः पाण्डवाः वनं गमयन्ते इति आगतव्यम् कौरवैः पाण्डवाः वनं गमयन्ते गमयते पाण्डवाः गमयन्ते ओके तत् यकारश्रुति ऐ मीन् मा उत्तरवर्ती अकारः गमयते इति गमयन्ते कौरवैः पाण्डवाः इति इदानीं प्रधानकर्म उक्तकर्म भवति प्रत्ययेन तदेव प्रधानकर्म वनम् इति गौणकर्म कौरवैः पाण्डवाः इत्यनेन प्रत्ययस्य अन्वयः भवेत् इति कृत्वा पाण्डवाः वनं गमयन्ते इति भवति सत्यम् अग्रिमं वाक्यं शोभाभगिनी पुनः एकवारं वदति वा कर्तरिप्रयोगे वाक्यद्वयं वदतु कर्मणि प्रयोगे वाक्यद्वयं वदतु प्लीस् टेल् इन् देट् आर्डर् कर्तरि कर्तरि ण्यन्त कर्मणि कर्मणि ण्यन्त तदेव उक्तवती खलु कर्तरि कर्म शुद्धकर्मणि तदनन्तरं कर्तरि वाक्यं कर्तरि ण्यन्तकर्मणि कर्तरि देन् कर्मणि ण्यन्तकर्मणि लैक् देट् यु टेल् इन् देट् आर्डर् ओन्ली इट् इस् अनिजन्तवाक्यं क्लारिटि इस् देर् एकवारं पुनः वदति वा कौरवाः कौरवाः क्षम्यतां पाण्डवाः वनं गच्छन्ति कर्तरि शुद्धकर्मणि पाण्डवैः वनं गम्यते न न डोण्ट् गो टु कर्मणि नो फिनिश् कर्तरि कर्तरि ण्यन्त अस्तु पाण्डवाः वनं गच्छन्ति तदनन्तरं ण्यन्त कौरवाः पाण्डवान् वनं गमयन्ति इदानीं कर्मणि वा कर्मणि इदानीं शुद्धकर्मणि पाण्डवैः वनं गम्यते इदानीं शुद्धकर्मणि अभवत् इदानीं ण्यन्तकर्मणि कौरवाः पाण्डवाः कौरवाः कौरवैः तत्र किञ्चित् भ्रमः अभवत् कौरवैः पाण्डवाः वनं गमयन्ते यतोहि सम्यक् वा यस् सम्यक् पाण्डवाः इति बहुवचने अस्ति अतः क्रियापदं पाण्डवाः बहुवचने भवति एव उक्तमस्ति इति उक्तं भवति अस्तु अग्रे कस्य पर्यायः दिस् 9086163319 कस्य संख्या विनय महोदय वदतु विनय महोदय अस्तु माता बालं चन्द्रं दर्शयति न न प्रथमं वाक्यं शुद्धं वा न वा इति वदतु अहं दृशेश्च आधारेण कर्तृत्वम् अस्ति अतः प्रयोजित कर्ता सः बाल अथ बाल शुद्धकर्तरि कर्तरिवाक्यं वदतु प्रथमं शुद्धकर्तरी माता बालं चन्द्रं दर्शयति न तत्र ण्यन्तकर्तरी तत्तु माता इति मध्ये न क्षम्यता प्रथमतः यदि वयं केवलं कर्तरीसम्बद्धे वदामः ळ्यन्त नास्ति बालः चन्द्रं पश्यति तदनन्तरं शुद्धकर्मणि बालेन चन्द्रः दृश्यते ण्यन्तकर्तरि वदतु ओके ण्यन्तकर्तरी अतः ण्यन्तकर्त्री प्रयोजक अस्ति माता प्रयोजक अस्ति माता बालं चन्द्रं दर्शयति दर्शयति वयं जानीमः दर्शधातु अस्ति दर्शी भवति इत्यादि तदनन्तरं कर्मणि ण्यन्त अस्ति अत्र मात्रा शुद्धकर्मणि विदौट् माता already said that. Okay, शुद्ध कर्मणि क्षम्यताम्, बालेन बालेन चन्द्रः दृश्यते, 111 धातु अस्ति, दृशि दृश्यत, दृश्य अर्थात् न भवति तर्हि दृश भवति, श हलन्त तर्हि एव दृश्यते भवति, दृश श हलन्त, तदनन्तरं यकार, तदनन्तरम् आत्मनेपदी, अथ बालेन चन्द्रः दृश्यते. इदानीं न्यन्तकर्मणि, न्यन्तकर्मणि अत्र प्रयोजक मात्रा अस्ति, तथा मात्रा बालः, अत्र कोऽपि अन्यविषयः नास्ति, अतः बालः उक्तस्ति, चन्द्रं दर्श्यते, दर्श्यते अर्थात् धातु दर्शी अस्ति, तर्हि एव दर्श्यते भवति, यथा द यक्षहलन्त तर्हि रेफा यकार इति ते दर्श्यते, दर्श्यते. अत्र विकल्पद्वयं नास्ति, यतोहि दृश्यश्च वार्तिकेन बिकास् गो अहेड् भगिनि, अहं कोऽपि अहं न कोऽपि वदामि, परन्तु फैनलि कर्तरि न्यन्तकर्तरि कर्मणि न्यन्तकर्मणि एकवारं इन् देट् आर्डर् वदति वा? ओ ओके, प्रथमा कर्तरि कर्तरि न्यन्तकर्तरि कर्मणि न्यन्तकर्मणि. ओके, कर्तरि ण्यन्तकर्तरि शुद्धकर्मणि तर्हि कर्मणि, रैट्? ण्यन्तकर्मणि नो, फस्ट् यु से बालः चन्द्रं पश्यति, देन् माता बालं चन्द्रं दर्शयति, दृश्यश्च इति सूत्रेण बाल इति प्रयोजक प्रयोज्यकर्तुः कर्मत्वं भवति, अतः माता बालं चन्द्रं दर्शयति, अतः अत्र वाक्यम् अशुद्धम् अस्ति. एवम् इदानीं शुद्धकर्मणि वदतु, बालेन ओ शुद्धकर्मणि, अतः शुद्धकर्मणि अस्ति, बालेन चन्द्रः दृश्यते, दृश्यते बालेन चन्द्रः दृश्यते. तदनन्तरं ण्यन्तकर्मणि, ण्यन्तकर्मणि मात्रा बालः चन्द्रं दर्श्यते, दर्श्यते सत्यम् अस्तु. अग्रिमः अग्रिमं वाक्यं वन् शुभा भगिनी अभवत्, मीना भगिनी अभवत्, विजया हेत्तिराजन् वदति वा? आम् आं भगिनि वदामि. जस्ट् वन् मिनिट्, अत्र उषा भगिनी अस्ति अग्रिमपृष्ठे. ओके ओके, ओन्लि टेन् आफ् अस् अदे. अस्तु, अरुणा भगिन्याः नाम तु अहं द्रष्टुं शक्नोमि, उषा भगिन्याः नाम अग्रिमे अग्रिमपृष्ठे अस्ति. अस्तु, विजया भगिनी वदतु. नमस्ते. आचार्यः ब्रह्मचारिणं गृहं प्रवेशयति. इदानीं कर्तृप्रयोगे वाक्यं शुद्धं वा अशुद्धं वा? आचार्यः ब्रह्मचारिणम् आचार्यः आचार्येण यत्र अत्र दोषः अस्ति, प्रवेशयति इति अस्ति कर्मणि अत्र, परन्तु अत्र आचार्यः इति प्रथमविभक्त्याम् अस्ति, एतत् अत्र दोषः अस्ति एव. समीचीनं वा? न, अत्र कर्मणि नास्ति खलु, सर्वे सर्वाणि ण्यन्तकर्तरि वाक्यानि अत्र. प्रवेशयति प्रवेशयति निजन्तकर्तरि, अतः अत्र दोषः नास्ति वा? प्रविशति प्रवेशयति वाक्ये दोषः अस्ति वा? प्रविशति, प्रविश्यति इति आगन्तव्यं खलु, प्रवेशयति इति अत्र कर्तरिप्रयोगे निजन्तप्रयोगः, कर्तरि निजन्तप्रयोगः, अतः अत्र किमपि दोषः नास्ति वा? दोषः नास्ति वा? अस्ति भगिनि, अशुद्धम् अस्ति. अत्र आचार्येण अस्ति चेत् एव अत्र कर्म भवति खलु, ब्रह्मचारिणं गृहं. बट् वेर् हेस् गोन् टु कर्म, वि आर् स्टिल् इन् कर्तरी. नो न न, मम प्रश्नः अत्र दोषः अस्ति वा नास्ति वा इति मम प्रश्नः. नास्ति भवत्याः अवगमने दोषः अस्ति. अत्र प्रवेशयति इति कर्तरी निजन्तप्रयोगः, अत्र आचार्येण इति कदापि न भवति. अस्तु, मम दोषः एव. अस्तु, इदानीं ब्रह्मचारिः गृहं प्रवेशयति इति कर्तरिप्रयोगमस्ति वा अत्र? प्रवेशयति, प्रविशति, प्रविशति एव, प्रविशति एव कर्तरि. ब्रह्मचारी गृहं प्रविशति, कर्तरि प्रविशति अन्यन्तावस्थायाम्. आम्, ब्रह्मचारी गृहं प्रविशति. प्रथमं धातु अस्ति विश् धातु वा? गत्यार्थकः नास्ति चेत् शुद्धं नास्ति. ब्रह्मचारिणं अशुद्धं, वाक्यम् अशुद्धमस्ति. किमर्थमिति चेत् विश्वातु गत्यर्थक बुद्ध्यर्थक भक्ष्यार्थक शब्दार्थक अकमर्थ नास्ति. तस्मात् एतत् सकर्मकः अस्ति, सकर्मकः अस्ति, अतः तत्र गतिबुद्धि प्रत्यवसान इति सूत्रं कार्यं करोति एव. अतः तत्र विकल्पः नास्ति, रूपम् एकमेव. अकर्मकः एव करोति यदि न सकर्मकः अकर्मकः द्वौ अपि स्तः खलु अत्र गतिबुद्धि इति. भगिनी, तत्र प्रवेशने गति नास्ति वा? गत्यर्थकः तदेव ममापि प्रवेशने प्रायोगः विश् धातु न, तत्र तु प्रायो उपसर्गयोजने तत्र सकर्मकः भवति. भगिनि, गति अस्ति, गति अस्ति, अपि च सकर्मकः भवितुम् अर्हति किल तत्र? सकर्मकः एव, विश् धातु तु सर्वदा सकर्मकः एव. गृहं अष्टाध्यायी .com मध्ये एतत् दत्तं सकर्मकः इति. आं, सूत्रस्य प्रसक्तिः गति अस्ति चेत् भवति गतिबुद्धि इति सूत्रेण. निश्चिति गति एव, प्रविशति इति गति भवितुम् अर्हति, यतोहि हि इस् मूविङ्ग् इन् टु द हौस् इति अर्थे अस्ति खलु. सो मूव्मेण्ट् अस्ति इति भाति, गति अस्ति. अतः आचार्यः ब्रह्मचारिणं गृहं प्रवेशयति इति वाक्यं शुद्धम् इति भाति. आम्, शुद्धमेव. यदि यदि गति नास्ति ब्रह्मचारिणा भवेदेव. आम् आम्, यदि गति नास्ति चेत् आचार्यः ब्रह्मचारिणा गृहं प्रवेशयति. यदि गति नास्ति, तत्र संशयः अस्ति. संशयः अस्ति. सो वी हाव् संशय एन् आरोहयति एण्ड् प्रवेशयति. विश् धातु एण्ड् रुह् धातु. ओके, अस्तु. सो वी हाव् डिसैडेड् दट् प्रवेश् इस् गत्यर्थकः, अतः आचार्यः ब्रह्मचारिणं गृहं प्रवेशयति इति वाक्यं शुद्धम्. अस्तु, इदानीं वदति वा? कर्मणि न उक्तं भगिनि किमपि न उक्तं शुद्धकर्तरि एव मया उक्तम् इदानीं ब्रह्मचारिणम् इति अस्ति अत्र एकवचनमेव ब्रह्मचारिणा खलु भगिनि ब्रह्मचारिणा गृहम् एव परन्तु मया आप्टे मध्ये मया दृष्टम् अत्र गृहः अपि अस्ति गृहम् अपि अस्ति अस्तु इदानीं ब्रह्मचारिणा गृहं प्रविश्यते समीचीनं वा अनुजन्तवाक्यं प्रथमम् गृहम् इति नपुंसकम् इत्येव अत्र अस्ति अतः गृहमेव अतः गृहमेव प्रविश्यते पुनः वदतु ब्रह्मचारिणा गृहं प्रविश्यते प्रविश्यते आम् प्रविशति प्रविश्यते सत्यं इदानीं कर्तरि समाप्तम् इदानीं कर्मणि ब्रह्मचारिणा गृहं प्रविश्यते कर्मणि प्रयोगः शुद्धकर्मणि इदानीं ण्यन्तकर्मणि वदतु ण्यन्तकर्मणि अत्र ण्यन्तकर्मणि आचार्येण एतत् सकर्मकः अतः रूपं पङ्क्तिः एकमेव आचार्येण ब्रह्मचारिणः गृहं ब्रह्मचारिणः न अत्र तु एकः एव ब्रह्मचारी आचार्येण ब्रह्मचारिणं गृहं ब्रह्मचारी ओ एकवचनं आचार्येण ब्रह्मचारी गृहं प्रविश्यते प्रवेशयति इत्यस्य कर्मणि प्रवेश्यते यकारः लोपः भवति यथा महोदयेन उक्तम् अत्र प्रवेश्यते न प्रवेश्यते अकारस्य लोपः भवति लोपः भवति अस्तु संशयः ब्रह्मचारिणः बहुवचनम् इति न मन्ये ब्रह्मचारी ब्रह्मचारिणौ ब्रह्मचारिणः नकारान्तः पुल्लिङ्गः न ब्रह्मचारी ब्रह्मचारिणौ ब्रह्मचारिणः सो द्वितीयाविभक्ति एकवचनं अप आचार्येण ब्रह्मचारिणः गृहं प्रविश्यते किमर्थं ब्रह्मचारिणम् कर्मणि प्रयोगेण ब्रह्मचारी गृहं प्रवेश्यते प्रथमविभक्तौ कर्मपदं भवति खलु ओरिजिनल् सेण्टेन्स् इस् आचार्यः ब्रह्मचारिणं गृहं प्रवेशयति दट् इस् ओरिजिनल् सेण्टेन्स् गिवन् अत्र ब्रह्मचारिणम् इस् बहुवचनम् इति मन्ये न एक एव वदतु भगिनी उक्तवती तत् तस्मात् अनन्तरं सर्वे वदन्ति चेत् तत् सम्यक् न श्रूयते आफ्टर् विजयलक्ष्मी भगिनी सेस् वन् आफ् यू आन्सर् हि हेव् अ डौट् इति आन्सर् भगिनी कण्टिन्यू भगिनि अत्र ब्रह्मचारी ब्रह्मचारिन् इति प्रातिपदिकं ब्रह्मचारी ब्रह्मचारिणौ ब्रह्मचारिणः ब्रह्मचारिणम् इति द्वितीयविभक्तेः एकवचनम् अतः एकः एव ब्रह्मचारी अस्ति अतः आचार्येण ब्रह्मचारी गृहं प्रवेश्यते इति कर्मणि ण्यन्तप्रयोगः अस्तु अग्रिमं वाक्यम् उषा भगिनी वदति अरुणा भगिनी वदति अरुणा भगिनी वदति वा आं भगिनि सीता आम् रामं मारीचं घात किमर्थं वाक्यं त्यक्तवती गुरुः किं भगिनि गुरुः रमेशं दोषं गुरुं त्यक्तवती भगिनि तत्र गुरु अद्य नास्ति तत्तु सत्यं ओके गुरुः रामेशं गुरुः रामेशं दोषं रमेशं दोषं त्यजयति त्याजयति वाक्यं शुद्धं वा शुद्धं नास्ति इति मन्ये किमर्थमित्युक्ते त्यज धातु गत्यर्थकः नास्ति बुद्ध्यर्थकः नास्ति सूत्रे नास्ति रमेशम् इति दोषाय खलु आं भगिनि शुद्धवाक्यं शुद्ध कर्म कर्तरिप्रयोगः रमेशः दोषं त्यजति सत्यं गुरुः रामेशेन दोषं त्याजयति रमेशे न भवति नकारः न भवति शकारः अस्ति खलु मध्ये रमेशेन दोषं त्याज्यते त्याजयति कर्तरि कर्तरि समाप्तम् इदानीं कर्मणि गुरुणा रमे शुद्धकर्मणि विदौट् गुरु गुरु ओके रमेशेन दोषः त्यज्यते करेक्ट् गुरुणा रमेशेन दोषं त्याज्यते दोषं किमर्थम् दोषमिति नपुंसकं वा न दोषः त्याज्यते त्याज्य सम्यक् धन्यवादः गुरुणा रमेशः दोषं त्याज्यते नास्ति वा न गुरुणा गुरुणा उक्तवती वा गुरुणा गुरुणा इत्येव उक्तवती खलु न गुरुणा रमेशः दोषं त्याज्यते शुद्धं नास्ति वा रमेशेन इति कर्तरिप्रयोगे अस्ति अत्र अतः केवलं कर्मपदम् एकमेव अस्ति खलु अत्र विकल्पद्वयम् आर् डौट् इति किमपि नास्ति खलु रमेशेन इति कर्तरिप्रयोगे यदि भवति तदा कर्मणि प्रयोगे ओन्लि वन् कर्म इस् देर् नो दोषम् इति एकमेव कर्मपदम् अतः गुरुणा रमेशेन दोषः त्याज्यते तावदेव डौट् अत्रापि डौट् अस्ति किमर्थम् दोषम् अस्ति नपुंसकलिङ्गं किल दोषम् इति नपुंसकं वा तदेव पृष्टवती एकवारम् ऐ विल् जस्ट् चेक् दोषः अस्ति वा दोषः अस्ति वा ऐ थिङ्क् सो ऐ जस्ट् चेक् दोषः एव अस्ति तत्र कर्मणि अभ्यन्तरावस्थायां गुरुणा रमेशेन दोषं त्याज्यते गुरुणा रमेशेन दोषः बिकास् इट्स् कर्मणि प्रयोगः सो कर्मणि अत्र कर्मपदं तु दोषम् इति एव खलु सो इट् गेट्स् प्रथमा विभक्ति दोषः इति पुल्लिङ्गपदम् अस्तु अस्तु भगिनि तत् ओके ओके अग्रे विनय महोदय, शोभा, विजया, अरुणा, मीना, सो फैव हेव फिनिश्ड. उषा भगिनी वदति वा? आं भगिनि. सीता सीता रामं मारीचं घातयति इति दत्तं. घातयति हन्दातु, हन्दातु शुद्धकर्तरिवाक्यम् अस्ति. रामः मारीचं हन्ति, रामः मारीचं हन्ति. हन् धातुः गतिबुद्धिप्रत्यवसानात्, गति नास्ति, बुद्धि नास्ति, गति अस्ति वा, ऐ डोण्ट् नो, गति बुद्धि गति नास्ति, बुद्धि नास्ति, प्रत्यवसानार्थनाति नास्ति, शब्दकर्म नास्ति, अकर्मक नास्ति. सो प्रयोज्यकर्ता कर्मत्वं न सम्भवति. कर्मत्वं न सम्भवति इत्यनेन रामः इति, रामम् इति न वक्तुं शक्यते निजन्तप्रयोगे. रामेण इत्येव वक्तुं शक्यते. सीता रामेण मारीचं घातयति इति निजन्तप्रयोगे शुद्धवाक्यम् इति अहं मन्ये. सत्यं, सम्यक्. सीता रामेण मारीचं घातयति इति निजन्तप्रयोगे कर्तरिवाक्यं. कर्मणि शुद्धकर्मणि वाक्यं रामेण मारीचः हन्यते. रामेण मारीचः हन्यते शुद्धकर्मणि. निजन्तकर्मणि प्रयोगे गतिबुद्धिप्रत्यवसानार्थसूत्रेण कर्मत्वं न सम्भवति इत्यनेन कर्म एकः एव अस्ति. कारिकया अपि कर्म एकमेव भवति इत्यनेन कारिकया कर्म एक न, कर्म एक अस्ति, अतः कर्म प्रसक्तिरेव न, प्रसक्तिः नास्ति. सीता नो, सीतया रामेण मारीचः घात्यते इति कर्म, घात्यते, घात्यते, घात्यते. एकवारं चेक् करोमि. हा, मम भ्रमः अस्ति, सीतया रामेण मारीचः घात्यते वा? तत्रैव मम भ्रमः अस्ति. पूर्ववाक्यमपि मम तादृशं मम भ्रमः आसीत्. सीतया रामः मारीचं घात्यते नास्ति वा? कर्तरिवाक्यं भगिनि, सीता रामेण मारीचं घाटयति. अत्र देर् इस् ओन्लि वन् कर्मपदं. हौ डिड् रामेण बिकम् कर्मपदम्? इट् इस् इन् तृतीया विभक्ति. नो, देर् इस् ओन्लि वन् कर्मपदम्. तत्रैव सर्वदा मम भ्रमः भवति. वेन् देर् इस् ओन्लि वन् कर्मपदम् इन् कर्तरिप्रयोग, ओन्लि वन् कर्मपदम् इस् देर्, देन् देर् इस् नो क्वश्चन् आफ् thinking about two karmas, whether both karmas will get karmatvam, all that is only... So, Ramena tadrisham, Ramena karmaniva, kartriva, tadrisham eva asti. Sita Ramena maricham gatayati, Sitaya Ramena maricham gatyate. Maricha. Bhagini tatra... यदा एकमेव कर्मपदं भवति चेत् प्रयोज्यकर्तुः कर्मपदं भवति. प्रयोज्यकर्ता तत्र रामः अस्ति खलु? न न न न न, प्रयोज्यकर्तुः न, प्रयोज्यकर्तुः तृतीयाविभक्त्याम् अस्ति खलु? देन् हौ हि विल् गेट् कर्मपदम्? किं पूर्वं तत्र एकमेव भवति इति उक्तवती खलु, तस्य विषये किम् उक्तवती भगिनि? No, I said that is if it is gatyarthaka or if it is ruled by some vartika saying ha, that tada prayojya kartuhu eva bhavati iti. Ha, yes, but when prayojya kartuhu is in tritiya vibhakti in kartari and there Tatra is only one karma padam, there is no confusion at all. Karma padam ekam eva sutrasya prasakti hi nasti chet tritiya eva karikaya mention api mastu. Why should you mention the karika? There is no need for the karika there. Satyam. सुसीतया रामेण मारीचः गात्यते. अतः सीता रामेण मारीचं गातयति. तत्र कर्तरी ज्ञन्ते, कर्मणि ज्ञन्ते. ओके, तत्रैव मम संशयः आसीत्. प्रयोज्यकर्ता इस् इन् तृतीया, ही केन् नेवर् बिकम् कर्मपदम् इन् कर्तरि, इन् कर्मणि. अस्तु भगिनि. ओके, अग्रिमं सूर्यकुमारी भगिनी वदति वा? हा भगिनि, मन्त्री रूपेण धनं दापयति. धातु अस्ति दादातु, निजन्तधातु अस्ति दापि. तत्र दादातु कर्मत्वं न सम्भवति. मन्त्री रूपेण धनं नपुंसकलिङ्गमस्ति. न न, से नृपः धनं ददाति खलु. ओ, कर्तरी कर्तरी शुद्ध नृपः धनं ददाति ददाति. निजन्तकर्तरी मन्त्री रूपेण धनं दापयति. सम्यक् अस्ति खलु. वट् डु अदर्स् थिङ्क्? वाक्यं अन्तर्भूतः नास्ति तस्मात्. किमपि वार्तिकमपि नास्ति तस्य कृते. रूपेण शुद्धमपि शुद्धं खलु. हा, धातोः कृते दाने वा किमपि नास्ति. अस्तु, कर्मणि प्रयोगे न शुद्धकर्मणि प्रथमं वदतु. शुद्धकर्मणि रूपेण धनं दीयते वा? दीयते, धनं दीयते. निजन्तकर्मणि मन्त्रिणा रूपेण धनं, तत्र धनं प्रथमाविभक्ति भवति, दाप्यते भवति. धनम् इति तु नपुंसकलिङ्गमस्ति, अतः धनमेव खलु. धनं नपुंसके सत्यं सत्यम्. आम्, दाधातु इस् नाट् कमिङ्ग् थ्रु एनी वार्तिकं, नथिङ्ग्, करेक्ट्? आं भगिनि, आं भगिनि. दाप्यते किल, दाप्यते, दाप्यते. मन्त्री दाप्यते, मन्त्रिणा दाप्यते, दाप्यते. नृपेण धनं दीयते, मन्त्रिणा नृपेण धनं दाप्यते. दादातु वैपदे भवति वा? किं भवति वा? दत्ते अस्ति. हा, दत्ते, ददाति अण्ड् दत्ते बोत् आर् देर्. बट् वाट् यु सेड् ददाति इस् आल्सो फैन्, नो? अकर्मक नास्ति. नो नो, इट् इस् अकर्म. धनं दीयते, देर् इस् अकर्मक एव. कर्मत्वं प्रयोज्यकर्तु कर्मत्वं न भवति. अतः वाक्यं शुद्धमस्ति अण्ड् एकमेव रूपम्. इट् इस् ओके. वंशी भगिनी वदति वा अग्रिमम्? ओ वेट्, भगिनी वदति. का वदति भगिनी? उषा भगिनी वा? उमा, उमा, उमा अस्ति खलु? उमा एस् अस्ति खलु? अस्मि, अस्मि. बालः पित्रा स्वीदनकं क्रापयति दट् इस् सेण्टेन्स् गिवन् दत्तम् अत्र शुद्धं नास्ति बालः पितरं क्रीडनकं क्रापय क्रापयति पर्चेस् नु मेड् हिम् पर्चेस् क्रीणाति क्रीणाति सो सेद् शुद्धकर्मणि शुद्धकर्तरि वाक्यम् ऐ जस्ट् वाण्ट् टु नो द मीनिङ्ग् आफ् क्रापयति क्रीणाति क्रापयति I think I'll just check one. So, this is the Balaka Pitra Krapayati Asuddha Vakyam. Asuddha Vakyam Balaka Pitaram Kreedanakam Krapayati. One minute. I'm not listening. I'm just... Dravya Vinimaye Iti Arte Agachati. Krapayati. Satyam. Krapayati is Kreenati Krapayati. Kreenati is... ओके धन्यवादः सो शुद्धवाक्यं बालः पितरं क्रीडनकं क्रापयति न शुद्धवाक्ये बालः कुतः आगतवान् शुद्ध वन् सेकेण्ड् दिस् सेण्टेन्स् ऐ एम् करेक्टिङ्ग् दट्स् आल् द गिवन् सेण्टेन्स् दत्तं शुद्धं करोमि आफ्टर् दट् ऐ विल् गो टु See, first you tell me what is the Kartari Shuddha Vakya. Okay. Balaha. Balaha is not yet come into the picture. Pita okay, is first. There. Pita, Kreedanakam, Kreenati. Pita, Kreedanakam. Now you tell me, Kri Dhatu, Kreenati is Kriya, what is the Dhatu? Kri. Kri Dhatu is not Akarthaka, it is not Gatyarthaka, it is not coming into the Sutra. It is not Pratyavasanartha, it is not Akarmakha. So, Kri Dhanakam, Kreenati. Then, so that means, Dvayoho Karma Padam, Atra Vakyam Kartum Shakyate. Shakyate va? Katham? Karmatvam na bhavati. Karmatvam prapnoti na? Na, kimatvam. Na prapnoti. Because it doesn't come under any of the sutras. Then how did the Prayojya Kartu get Karmatvam? Prayojya Kartu... If Atra, Atra making... Sakarma Kasa Bhavati, Kri Iti Dhatu Sakarma Kasa Bhavati. Atra Atra Gatibhuti Iti Sutram Prayogam Kurmaka Eva. सकर्मकः कृते न भवती सूत्रम् एकवारं सम्यक् पश्यतु सूत्रे सकर्मकः इति नास्ति अकर्मकः इति अस्ति अकर्मकः न भवति अत्र पित्रा इति तु सम्यक् इति भासते शुद्धवाक्यं शुद्धवाक्यं शुद्धमेव सो ऐ एम् ओके अहमेव दोष मम दोषः सो बालः पित्रा क्रीडनकं प्रापयति सो पिता नेवर् गेट्स् कर्मपदं पिता विल् नाट् गेट् कर्मपदं बिकास् क्री धातु इस् नाट् कमिङ्ग् इन् एनी आफ् द सूत्रास् आर् वार्टिकल्स् देट् वी हव् स्टडीड् ओके देन् कर्तरि निजन्तवाक्यं बालः पित्रा क्रीडनकं क्रापयति देन् कर्मणि प्रयोगः शुद्धकर्मणि प्रयोगः पित्रा क्रीडनकं नपुंसकलिङ्गम् इति मन्ये पित्रा क्रीडनकं क्रीयते क्रीडनकम् ऐ थिङ्क् कः इति वन् मिनिट् ऐ जस्ट् चेक् क्रीडनकम् अत्र नपुंसकलिङ्गम् इति चिन्तयामि क्रीडनकः क्रीडनकः मास्किलिन् प्लेथिङ्ग् टाय् क्रीडनकः इति अच्छा अच्छा सो ओके पित्रा क्रीडनकं नपुंसकलिङ्गं भवति क्रीडनक नपुंसकलिङ्गं भवति शब्दार्थ शब्दार्थकौस्तुभः संस्कृत कन्नड अत्र कोशे किम् अस्ति चेत् अत्र नपुंसकलिङ्गमेव ए प्लेथिङ्ग् प्लेथिङ्ग् इफ् यु सी क्रीडनकः एम् इति अस्ति ओके एम् एण्ड् एन् प्रयोगं कर्तुं शक्यते नपुंसकलिङ्गं तथा एव पुल्लिङ्गः सो पित्रा क्रीडनकं क्रियते नपुंसकलिङ्गम् उपयोगं करोति करोमि पित्रा क्रीडनकं क्रियते क्रियते कर्मणि प्रयोगः देन् निजन्तक्रम कर्मणि प्रयोगः बालेन पित्रा क्रीडनकं क्राप्यते क्रीडनकं प्राप्यते इफ् इफ् यु आर् अस्यूमिङ्ग् क्रीडनकम् इस् नपुंसक नपुंसकम् बिकास् इन् वन् क्रीडनकम् अपुंसकलिङ्गम् एव इति चिन्तयामि भगिनी न पुंलिङ्ग तदपि पुल्लिङ्ग इति अपि अस्ति क्रीडनक मोनिया विलियम्स् क्रीडनक अण्ड् क्रीडनिका इति आप्ते मध्ये पुल्लिङ्गमपि अस्ति नपुंसकलिङ्गमपि अस्ति क्रीडनकः क्रीडनकः क्रीडनकम् इति अस्ति वदामि पुल्लिङ्ग अपि चेत् क्रीडनकः इति क्रीडनकः वक्तव्यं सो पित्रा सोरि पिता क्रीडनकः क्रीणाति पिता क्रीडनकं क्रीणाति सोरि क्रीडनकं क्रीणाति देन् पित्रा क्रीडनकः क्रीयते देन् बालेन पित्रा क्रीडनकं प्राप्यते क्रीडनकः प्राप्यते सोरि क्रीडनकः सोरि सोरि ऐ फर्गोट् दट् क्रीडनकः प्राप्यते अस्तु अग्रे वंशी भगिनी वदति वा आं भगिनि तत्र वाक्यमस्ति राजा सुमन्त्रेण रामं वनं नाययति इति अस्ति नीधातु अस्ति तत्र नीधातु नीवह्यो न इति सूत्रेण वाटिकेन नीधातु अस्ति इति प्रयोज्यकर्तुः कर्मत्वं न प्राप्नोति अतः तत्र वाक्यम् अशुद्धमस्ति अतः राममिति न भवति रामः भवति अस्तु प्रथमं तु कर्तरीप्रयोगे रामः वनं तु नपुंसकलिङ्गे अस्ति अतः वनं नयति इति भवति कर्तरी ऐ फील् अत्र स्टार्टिङ्ग् इट्सेल्फ् सुमन्त्रेण सुमन्त्रेण तु तत्र करणमिति भवितुम् अर्हति वा तत्र कर्ता न भवति नयति रामः वनं नयति इति डजन्ट् मेक् सेन्स् नो रामः वनं सत्यं सुमन्त्रः रामं वनं सुमन्त्रेण सुमन्त्रः रामं वनं नयति अतः सुमन्त्रः तृतीय न परन्तु शुद्धकर्त्री विल् बि रामं वनं नयति रामं वनं नयति रामं न भवति तत्र तु त्रीणि वाक्यानि भवन्ति अस्तु भगिनि तत्र द्विकर्मकधातुः अस्ति रामं रामं वनम् इति भवितुम् प्रयोज्यकर्तुः सुमित्रः एव सुमन्त्रः रामं वनं नयति सत्यं हा तत्र तु सामान्यवाक्यं कर्तृवाक्यं भवति सुमन्त्रः रामं वानं नयति वनं क्षम्यता सुमन्त्रः रामं वनं नयति अस्तु अधुना तु ण्यन्त अवस्थायां कर्तृप्रयोगे राजा सुमन्त्रेण तत्र नीधातु अस्ति अतः तत्र सुमन्त्रः इति प्रयोज्यकर्तुः भवति अत्र तु अतः तत्र सुमन्त्रः तु नास्ति प्रयोज्यकर्तुं कर्मत्वं न प्राप्नोति तेन कारणेन राजा सुमन्त्रेण रामं वनं नाययति इति भवति इट् सीम्स् करेक्ट् करेक्ट् न शुद्धमेव शुद्धम् इति भासते शुद्धमस्ति वाक्यं तर्हि अस्तु तत्र पृच्छामः परन्तु क्लेशः अस्ति तत्र सुमन्त्रेण द्विकर्मकः धातुः अस्ति रामं वनम् अस्तु तदपि स्वीकर्तुं शक्नुमः समीचीनम् अस्तु कर्मणि प्रयोगे तत्र प्रयोजककर्ताद्वयं भवति राजा अपि सुमन्त्रेण राजा सुमन्त्रं प्रेरयति तदनन्तरं सः प्रयोजककर्ता रामम् अण्ड् वनं देर् इस् इट्स् नाट् लैक् रामम् इस् डूङ्ग् राम इस् डूङ्ग् एनी वर्क् हियर् हि इस् ओन्ली बीङ्ग् टेकन् सो रामं वनं तत् यत् शोभाभगिनी उक्तवती तत्र तु द्विकर्मक धातु रामं वनम् इति कर्मद्वयम् अस्ति तदेव अस्ति परन्तु सो इन् कर्मणि प्रयोग वील् हेव् अ लाट् आफ़् जिम्नास्टिक्स् लेट् सी अस्तु पश्यामः तत्र तत्र कर्मणि प्रयोगे शुद्धकर्मणि सुमन्त्रेण हा तत्र तु तत्र कश्च भवति अस्तु सुमन्त्रेण किन्तु सुमन्त्रेण रामः वा सुमन्त्रेण रामः वनं नीयते सत्यं सुमन्त्रेण रामं वनं नीयते तदपि भवति वा आम् नी वश्यो एतत् सूत्रेण न न न तत्र कर्मणि प्रयोगे तत्र See, two karmapadams are there, there is no doubt over there. Tad kevalam nijanta eva iti manne, karmani na bhavati, khalo? Prayoja kartuhu karmatvam nijanta bhavati, tadanantaram tasya prayogaha karikam manusrute bhavati. Na, bhakini, shobha bhagini, parantu yada karmani prayoga kurmaha nidhatohu kauna karma mukhya karma arthi. कर्मद्वयम् अस्ति किल कस्य कर्मत्वं भवति इति एका कारिका तदेव तत्र किञ्चित् मम अपि प्रश्नः आसीत् भवत्याः कृते भगिनी तत्र कर्मणि अपि भवति वा द्विकर्मकप्रयोगः रामः एव मुख्यकर्म अस्ति तस्मिन् तु वनम् इति अत्र वनं सि सुमन्त्रः रामं नयति दट् इस् वन् कम्प्लीट् सेण्टेन्स् सुमन्त्रः रामं नयति रामं कुत्र नयति सुमन्त्रः रामं वनं नयति वनम् इस् गौणकर्म अस्ति रामः एव मुख्यकर्म अस्ति अतः तत्र कर्मणि प्रयोगे सुमन्त्रेण रामः वनं नीयते इति शुद्धकर्मणि वाक्यं भवति Actually, the vanam is meaning saptami, vane iti arthe asti. Haan, satyam, satyam. Yatra, vanam, satyam, satyam. Yatra vibhakti parinamam kurtva api tatra samichinam bhavati, tatra gauna karma bhavati. So, ramam iti eva pramukha mukhya. Mukhya karma. Vibhakti parivartanam na bhavati tatra. Haan, astu. Sarhi, punaha vadamiva, karmani prayoga, shuddha karmani. Sumantrena, ramaha, vanam, niyate iti bhavati. Haan, satya. Aduna tu, tatra nyanta avasthayam, ragnya, sumantrena, तत्र राम न तत्र तु रामः इति भवति रामः वनं नायते इति नायते इति भवति अत्रापि संशयः अस्ति लिखामः सो वि हेव् रुह् धातु वन् विश् धातु टु and this sentence itself, because there are Astra. I feel द्विकर्मकः यदा भवति यथा गोपालकः गां दुग्धं दोहयति ओर् संथिङ्ग् इस् देर् नो वाट् इस् देट् द्विकर्मकधातु पयः दोहयति रामः गां पयः something is there where the, although the second one bhavati bhagini dohe duhyate iti va no nijante doha iti eva bhavati no chet karmani duhyate iti eva bhavati so gopalakah gam dugdham kim dugdham payah दोग्धि इति भवति वा कर्तरि एव द्विकर्मककर्तरि गोपालकः गां पयः दोग्धि इति भवति करेक्ट् नो अत्र गाम् इस् आल्सो द्वितीया पयः आल्सो इस् द्वितीया बट् आल्दो बोत् आर् इन् karma position, one is only main karma, the other one will have some other vibhakti which gets subdued and it gets this dvitiya vibhakti iti kutrapi pathitavati iti satyam tatra gauhu ityasya anyat vibhakti api bhavitum arhati kintu dugdham ityasya na ataha ataha the one which gets the main karma this thing karmatvam that one only becomes in karmani that one will get prathama vibhakti payah antima roopam rajnya sumantraha vanam ramam nayate va na na rajnya sumantrena ramah vanam sumantrena mukhya karma ramah asti bhagini ata tasyev parivartanam karoti रामः इत्येव कर्मपदं सुमन्त्रेण रामं नायते कथम् अवगतं राज्ञा सुमन्त्रेण वनं रामं नायते राज्ञा सुमन्त्रेण वनं रामं नायते किं शुद्धं वाक्यं राज्ञा सुमन्त्रेण रामः वनं नायते रामः वनं विल् नेवर् गेट् कर्मपदम् इस् कर्मत्वम् इस् what I think is correct anyway bhaginyam bhaginyah final decision agrime saptahe bhagini tatra prayojakartu karma padam na bhavati chet pradhama vibhakti na avashyakam गौणकर्म अपि शुद्धकर्म अपि प्रथमविभक्ति भवितुम् अर्हति एवं वा यत्र यत्र कर्मत्वं भवति चेदेव राज्ञा सुमन्त्रेण रामं वनं नायते इति अपि भवति इति वदति वा तदेव अहं चिन्तयामि We'll have to ask Bhagini. Anna, parintu, asatim, parintu, mukhya karma to parivartanam bhavati na bhavati. Mukhya karma to ramaha eva asti. Iti mama chintana. But it makes sense because by the king, Sumantra was asked to take Rama to the forest. That is the sentence, right? By the king Sumantrah was asked to take Rama to the parantu niva nivahyo na vartikena tatra tu karmatvam eva na praptvati satyam ha that is why Sumantra did not get karmatvam Sumantra is the one who is doing the work no so he didn't get karma otherwise it would have been Sumantram Sumantram it would have been but Sumantra did not get dvitiya asti, he got klesha. Okay, okay, pruchhamah klesha asti. I think like Surya Kumari Bhagini says Ramah vanam nayate and ramam vanam nayate, where vanam is prathama vibhakti. Yeah, both is possible, that's what I also think. Both make sense. Because what samshayam, where do we use both in askarma padam, which are places where we can use both askarma padam? Big doubt. There is actually there is no buddhi here, there is no pratyavasana here, there is no gati, no, the third one, shabda karma, shabda karma, akarma karma. But the sentence, original sentence itself has two karma padams. So in if you just had a sentence with two karma padams, then it is possible, no, to give to write alternative sentence with one as karma and the other remains as vanam, or one as which becomes uktam by the dhatu, by the nayati, nayate, then ramah nayate or vanam nayate, both make sense. Rajnya sumantrena, if you remove Rama from the sentence, it doesn't make sense. See, Rajnya, by the king, Sumantra was asked to take whom? Rama is the main person. No, you are not taking the Rama. Rama is the mukhya karma. Rama is, so Rama. Rama so has to be Rama. Rama only. Atra karmani prayoge नी धातुः, रु धातुः, क्रु धातुः, वः धातुः, एतेषां कृते कर्मणि प्रयोगे प्रधानकर्म कर्मणः एव प्रथमः भवति. देन् रामः एव, रामः एव कर्मणि तादृशं फारेस्ट्. ही इस् नाट् डूङ्ग् एनिथिङ्ग् फार् द फारेस्ट्, ही इस् ओन्ली डूङ्ग् सम्थिङ्ग् फार् राम. So Rama is the mukhya karma padam over here. Okay. Then where do we use tatra tatra vanam iti bhagini tatra vanam iti nipumsaka lingam tasma prathama vibhakti tatra va? No. Dvitiya. Vanam iti is dvitiya. Actually, we could have easily said vane, because he's taking Rama to the forest. Where is he taking Rama? He's taking Rama to the forest. So when there are dvikarma, there is a rule, no, that both of them will get the same vibhakti, although one is sometimes in panchami, one is sometimes in saptami, but both will get dvitiya only in dvikarma dhatus. So Ramah ityeva atra mukhya karma padam. Okay, so whose turn is it? Shall I do one sentence? Yes. Guru hu tam shastram nyapayati. Atra buddhyarthakah dhatuhu janati nyapayati. Janati tyasya eva nyapayati khalu? So, सः शास्त्रं जानाति इति शुद्धकर्तरि. न्यन्तकर्तरि गुरुः तं शास्त्रं ज्ञापयति. अत्र बुद्ध्यर्थकः अस्ति इति कृत्वा शुद्धमस्ति इति मन्ये वाक्यं शुद्धमस्ति. शास्त्रं पाठयति इति तु नास्ति, ज्ञापयति. इवन् इफ् इट् वास् पाठयति इट् वुड् हव् बिकम् शब्दकर्मक. इवन् देन् इट् वुड् हव् बीन् तम् ओन्लि. सो गुरुः तं शास्त्रं ज्ञापयति इति वाक्यं शुद्धमस्ति. कर्मणि प्रयोगे तेन शास्त्रं जानाति. वाट् इस् ज्ञायते तेन शास्त्रं ज्ञायते. ज्ञायते वा अल्यस्यक्नो? आं भगिनि, शास्त्रम् इति नपुंसकलिङ्गम् शास्त्रः शास्त्रम् इति एव खलु. शास्त्रः इति भवति वा लिङ्गमस्ति? लिङ्गं किं पश्यामि एकवारम्. ऐल् जस्ट् चेक्. नपुंसके एव, नपुंसके एव शास्त्रं. तेन शास्त्रं ज्ञायते इति शुद्धकर्मणि. अत्र कर्मपदं द्वयम् अस्ति, अतः कारिका अत्र आगच्छति. ज्ञाधातु बुद्ध्यर्थकः अस्ति इति कृत्वा अस्माकं विवक्षानुगुणं वाक्यद्वयं भवितुमर्हति. शुद्धकर्मणि गुरुणा सह शास्त्रं ज्ञाप्यते इति एकं वाक्यं. गुरुणा तं शास्त्रं ज्ञाप्यते इति अपरं वाक्यम्. अत्र तं शास्त्रम् इत्यत्र शास्त्रम् इति प्रथमविभक्ति. अस्तु, ओके, वील् डु अ सेकेण्ड् रौण्ड्. भगिनि तत्र गुरुः तं यदेच्छय इत्यनेन प्रथमं वा द्वितीय वा प्रथमविभक्ति भवति. आम्. सो गुरुणा सह शास्त्रं ज्ञाप्यते एण्ड् गुरुणा तं शास्त्रं ज्ञाप्यते. सम्यक् वा? आम् आम्. सम्यक् अस्ति. वाक्यद्वयमस्ति भगिनि, समापयतु. तर्हि सर्वं सर्वे समापयामः. अत्र अग्रिमवाक्यं खादयति आदयति. सो आदिखाद्योर्न इत्यनेन हु विल् डु द नेक्स्ट् वन्? भवती करोति वा वंसि? अहं वदामि भगिनि, मम टर्न् इति चिन्तयामि. वदतु वदतु. माता शिशुना मिष्टान्नं खादयति आदयति वा? तत्र आदिखाद्योर्न इति सूत्रेण तत्र प्रयोजकत्वं कर्मत्वं न भवितुम् अर्हति. तत्र तस्मात् माता शिशुना मिष्टान्नं खादयति आदयति इति शुद्धवाक्यमेव. शुद्धकर्तरि क्षम्यतां, शुद्धकर्तरि शिशुः मिष्टान्नं खादति. शुद्ध कर्म कर्मणि तत्र माता शिशुना मिष्टान्नं खादयति आदयति इति शुद्धवाक्यमेव. तत्र कर्मत्वं न अर्हति तत्र आदिकाद्योर्न इति सूत्रेण. शुद्धकर्मणि शिशुना मिष्टान्नं खाद्यते. मिष्टान्नं खाद्यते खाद्यते नपुंसकलिङ्गं वा अथवा ऐ एम् नाट् श्योर् भगिनि. यु टेल् अन्नं सर्वदा नपुंसकलिङ्गमेव, मिष्टान्नमपि अन्नम् इस् आल्वेस् नपुंसक, नपुंसकलिङ्गम् मिष्टान्नं नपुंसकलिङ्गे मिष्टान्नं कर्मणा मिष्टान्नं खाद्यते खाद्यते अस्ति अस्ति इत्यस्य कर्मणि किं भवति आप्यते वा अस्ति इत्यस्य अद्यते अद्यते अद्यते वा आम् सो निजन्तकर्मणि वदतु निजन्तकर्मे मात्रा शिशुः मिष्टान्नं खाद्यते आद्यते वा किमर्थं शिशुः कर्तरिप्रयोगे शिशुना इति अस्ति शिशुः कुतः आगतवान् मात्रा शिशुना तत्र सर्वत्र अहं दोषः भवति मम मनसि शिशुना मात्रा शिशुना मिष्टान्नं खाद्यते आद्यते अथवा शिशुम् अपि भक्षार्थदातुः तस्मात् मात्रा आदिखाद्योर्न इति वार्तिकमस्ति खलु अतः एकरूपमेव वा एकमेव रूपम् अस्तु अन्तिमवाक्यम् अन्तिमं वाक्यं कस्याः कृते और् कस्य कृते हा विनय महोदय वदतु अत्र वाक्यमस्ति देवः रामं सत्यं जल्पयति अत्र द्विकर्म अस्ति राम अपि च सत्य अतः वाक्यशुद्धम् तदनन्तरम् अत्र रामेण इति अस्ति न रामेण यदि राम अत्र कुत्र अस्ति जल्प जल्पति प्रभृति नाम उपसङ्ख्यानम् इति वार्तिकेन कर्मत्वं भवति तस्य कर्मत्वं विधीयते जल्पति प्रभृति नाम उपसङ्ख्यानाम् इति वार्तकेन कर्मत्वं भवति तर्हि एव अहं वदामि अन्य अत्र वाक्यम् अशुद्धं तर्हि यद् वाक्यम् अत्र दत्तमस्ति तत्तु क्षम्यताम् स्क्रीन् नो वाक्यम् अशुद्धं नो क्वश्चन् सो शुद्धवाक्यशुद्धि देवः रामं सत्यं जल्पयति शुद्धवाक्यं परन्तु वाक्यम् अशुद्धः देवः रामेण सत्यं जल्पयति अशुद्धवाक्यं तदनन्तरं रामः सत्यं जल्पति जल्पति तदनन्तरं शुद्धकर्मणि रामेण सत्यं जल्प्यते जल्प्यते तदनन्तरं निजन्तकर्मणि देवेन रामः सत्यं जल्प्यते समानं जल्प्यते अत्रापि शुद्धकर्मणि अत्र समानक्रिया अत्र वाक्यद्वयं भवति खलु न भवति वा उपसङ्ख्यानम् इति वार्तिकेन अस्ति इति कृत्वा केवलं रामः एव कर्मत्वं प्राप्नोति वा प्रश्न वार्तिकेन एव आम् अतः वार्तिकेन अस्ति इति कृत्वा केवलं रामः इत्येव शुद्धं भवति सत्यम् इत्यस्य कदापि कर्मत्वं न भवति कर्मणि प्रयोगे अत्र द्वितीयः स्तम्भः भगिन्याः टेबल् अस्ति खलु तत्र द्वितीयः स्तम्भे दत्तमस्ति खलु केनापि सूत्रेण वा वार्तिकेन वा प्रयोज्यकर्तुः कर्मत्वं विहितं चेत् प्रयोज्यकर्तुः कर्मत्वं भवति तदानीं प्रयोज्यकर्ता प्रयोज्यकर्म भवति सो प्रयोज्य कर्ता एव कर्म भवति, न तु सत्यं, सत्यं तु प्रयोज्यकर्ता नास्ति अत्र. अस्तु, अस्माकम् अभ्यासः अभ्यासः वा अभ्यासं वा अभ्यासः समाप्तः समाप्तः समयः अपि समाप्तः. उत्तमं. एकः प्रश्नः अस्ति, इदानीं कुत्र अस्ति, क्षेपयति, खादयति, पश्यति. भवती अग्रिमे सप्ताहे विद्या भगिनी एव पृच्छतु, भगिनीमेव पृच्छतु. सा यदा वदति अट्लीस्ट् यु आर् श्योर् शी इस् रैट्. भगिनि, यदा पिता पुत्रेण नदीं दर्शयते इति वाक्ये तत्र दर्शयते इति अस्ति, तत्र दृश् धातु, तत्र दृशेश्च इति सूत्रेण माता बालेन चन्द्रं दर्शयति तथा तत्र वा? न न न, पिता पुत्रेण नदीं दर्शयते. हा, दर्शयते. That is because Atmane Padam asti khalu. There is one. So, Adi, Abhivadi Drishor Atmane Pade Tita Karane Vachya Vartikam asti ba? Yes. Tasmat. Tasmat. Tatra Drishecha Sutra Neva. No, but when it is Rupa Dvayam Bhavati, Abhivadi Drishor Atmane Pade Veti Vachya. Because in Karmani Prayoga, it will always be Atmanepada, no? So that Vikalpa Dvayam will be there, no? Correct, no? No, Bhagini. That's what I think too, Bhagini. तत्र आत्मने पदे पदस्य प्रयोगः एव अस्ति कर्मणि प्रयोगे, विकल्पः भवति तत्र तेन इति. ते इति आत्मनेपदप्रयोगः कर्मणि इस् आल्वेस् आत्मनेपदि, नो? सो डेफिनेट्लि द वार्तिकं विल् कम् इन् टु फोर्स् इन् कर्मणि. Because it is not saying it is for Kartari, Karmani and all. It is general. So, Atmane Padi Asti Iti Kritva, it will work in Karmani. Yadi Mata Balena Chandram Darsheti Iti Parasme Padi Dattam Che, Parasme Padi Dattam Che, Tatra, वार्तिक प्रसक्ति नास्ति वा अभिवादिदृशे आत्मनेपदे यदि दर्शयति अभिवादिदृशेरात्मनेपदे वाच्यमित्येन वद् धातु कृते सम्यक् अस्ति भगिनि. तत् वद् धातु आत्मनेपदिरूपं दर्शयति दर्शयति आत्मनेपदिरूपे अभिवादिदृशे दृशोरात्मनेपदे दृश् धातु अपि अस्ति तत्र. हा, तत्र किं लिखितम्? अनेन वार्तिकेन आत्मनेपदिप्रयोगे अभिपूर्वकवद् धातुः तथा केवलं दृष् धातुः, तयोः अन्यन्तावस्थायां यः कर्ता सः ण्यन्त अवस्थायां विकल्पेन कर्मसंज्ञा प्राप्यते इति लिखितम्. हा, सो इन् माता बालेन चन्द्रं दर्शयति, दट् विकल्प इस् नाट् देर् इन् कर्तरी. तदेव मम संशयः आसीत्. यदि दर्शयते इति दत्तं तत्र अभिवादिदृशोरात्मने पदे वाति विकल्पेन भवति, परन्तु दर्शयति इति उक्तं चेत् तत्र एकरूपमेव एकरूपमेव. मम प्रश्नः अपि आसीत् तत्र तत्र कर्मणि प्रयोगे दर्श्यते इति अपि आत्मनेपदिप्रयोगः एव इदानीं. तत्र विकल्पद्वयं भवति वा इति मम प्रश्नः. बट् ओन्लि इफ् बालः इति कर्तरिप्रयोगे भवति चेत् बालम् इति भवति चेत् एव भवति. तत्र प्रथमं दृशेश्च इत्यनेन बालम् इति भवति नित्यं. दृशेश्च इत्यनेन प्रयोज्यकर्तुः कर्मत्वं भवति. अतः निजन्तवाक्ये तु एकमेव वाक्यं, माता बालं चन्द्रं दर्शयति. तदनन्तरं अभिवादि इति कर्मणि प्रयोगे विकल्पद्वयं भवति, द्वयं भवति खलु. मात्रा बालः चन्द्रं दर्श्यते अथवा मात्रा बालं चन्द्रः दर्श्यति. आत्मनेपदी वाट् यु काल् इट् कर्मणि आत्मनेपदी अस्ति खलु, अतः भवति, अतः भवति इति. अस्तु, अतः निगमनं किमस्ति इत्युक्ते कर्तरिप्रयोगे तु ञन्तवसम् एकमेव रूपं भवति, परन्तु कर्मणि इत्युक्ते अनेन वार्तिकेन रूपद्वयं भवितुम् अर्हति, यद्यपि तत्र आत्मनेपदिरूपं दृष्टातोः आत्मनेपदिरूपम् अस्ति इति भूते. समीचीनं किल? सम्यक्. धन्यवादः भगिनी, सम्यक् कृतवती. सम्यक्, धन्यवादः भगिनी, बहु उत्तमं कृतवती. स्थगयामि वा? रेकार्डिङ्ग् स्थगयामि. स्थगयतु.